पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 26 नारद उवाच ततो गच्छेद राजेन्द्र कुरुक्षेत्रमभिष्टुदं पापेभ्यो विप्रमुच्यन्ते तद्गदा सर्वजन्तवः कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् य एवं सततं ब्रूयात् सर्वपापैः प्रमुच्यते तत्र मासं वसेद्धीरसरस्वत्यां नराधिप यत्र ब्रह्मादयो देवा यत्र ब्रह्मर्षिचारणाः गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत मनसाप्यभिकामस्य कुरुक्षेत्रे युधिष्ठिर पापानि विप्रणश्यन्ति ब्रह्मलोकं च गच्छति गत्वा हि श्रद्धया युक्त कुरुक्षेत्रं कुरुद्वः वाजपेयाश्वमेध्याभ्यां फलं प्राप्नोति मानवः ततो मत्तर्णकं राजन्द्वारपालं महाबलं यं वै समभिवाद्यैव गोसहस्रफलं लभेत ततो गच्छेदधर्मज्ञविष्णोस्थानमनुत्तमम् सततं नाम राजेन्द्र यत्र सन्निहितो हरिः तत्र स्नात्वा च दृष्ट्वा च त्रिलोकप्रभवं हरिम् अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् अग्निष्ठोमादिरात्राभ्यां फलं प्राप्नोति मानवः पृथिव्यां तीर्थमासाद्य गोसहस्रफलं लभेद तदशाल्विकिनीं गत्वा तीर्थसेवी नराधिप दशाश्वमेधिके स्नात्वा तदेव लभदे फलम् सर्पनीविं समासाद्य नागानां तीर्थमुत्तमम् अग्निष्ठोममवाप्नोति नागलोकं च गच्छति ततो गच्छेदधर्मज्ञद्वारपालमतर्णकं तत्रोष्य रचनीमेकां गोसहस्रफलं लभेद ततः पञ्च नदं गत्वा नियतो नियताशनः कोटितीर्थमुपस्पृश्य हयमेदफलं लभेद अश्विनीतीर्थमागम्य रूपवानभिजायते ततो गच्छेदधर्मज्ञवाराहं तीर्थमुत्तमं विष्णोर्वाराहरूपेण पुरा यत्र स्थितो भवद तत्र स्थित्वा नरव्याघ्र अग्निष्टोमफलं लभेद ततो जयिन्यां राजेन्द्र सोमतीर्थं समाविशेद स्नात्वा फलमवाप्नोति राजसूयस्य मानवः एकहंसे नरस्नात्वा गोसहस्रफलं लभेद कृतशौचं समासाद्य तीर्थसेवी कुरुद्वः पुण्डरीकमवाप्नोति कृतशौचो भवेच्च सः ततो मुञ्चावडं नाम महादेवस्य धीमदः तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयाद तत्रैव च महाराज जयां लोकपरिश्रुतां स्नात्वाभिगम्य राजेन्द्र सर्वकाममवाप्नुयाद कुरुक्षेत्रस्य तद्वारं विश्रुतं भरदर्षभ प्रदक्षिणमुपावृत्य तीर्थसेवी समावृतः संस्मृदे पुष्कराणां तु स्नात्वार्च्य पितृदेवताः जामदग्न्येन रामेण आहूदे वै महात्मना कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति ततो रामह्रदं गच्छेत्तीर्थसेवी नराधिप यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा क्षत्रमुत्सार्य वीर्येण ह्रदाः पञ्च निषेविताः पूरयित्वा नरव्याघ्र रुधिरेणेदि न श्रुतम् पितरस्तर्पिता सर्वे तथैव प्रपितामहाः ततस्ते पितरः प्रीताः राममोचुर्महीपते राम राम महाभागप्रीता स्म तव भार्गव अनया पितृभक्र्या च विक्रमेण च ते नख वरं वृणीष्व भद्रं ते किमिच्छसि महामदे एवमुक्तः स राजेन्द्र राम प्रवददां वरः अब्रवीत् प्राञ्जलिर्वाक्यं पितॄन् स गगने स्थितान् भवन्तो यदि मे प्रीदा यद्यनुग्राह्यदा मयि पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः यच्च रोषाभिभूते नक्षत्रमुत्सादितं मया ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहं ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः यदच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा प्रत्यूजुः परमप्रीता रामं तोषसमन्विताः तपस्ते वर्धतां भूयः पितृभक्त्या विशेषदः यच्च रोषाभिभूते नक्षत्रमुत्सादितं त्वया ततश्च पापान्मुक्तस्त्वं निहतास्ते स्वकर्मणा ह्रदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः ह्रदेष्वेतेषु यस्नात्वा पितॄन् संतर्पयिष्यति पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् ईप्सिदं मनसः कामं स्वर्गलोकं सशाश्वतम् एवं दत्त्वा वरं राजन् रामस्य पितरस्तदा आमन्द्र्यभार्गवं प्रीदास्तत्रैवान्तर्दधुस्ततः एवं रामह्रदा पुण्या भार्गवस्य महात्मनः स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः राममभ्यर्च्य राजेन्द्र लभेत् बहुसुवर्णकम् वंशमूलं समासाद्य तीर्थसेवी कुरुद्वः स्ववंशमुद्धरेद्राजन् स्नात्वा वै वंशमूलके कायशोधनमासाद्य तीर्थं भरतसत्तम शरीरशुद्धिमाप्नोति स्नातस्तस्मिन्न संशयः शुद्धदेहस्तु संव्यादि शुद्धलोकाननुत्तमान् ततो गच्छेद राजेन्द्र तीर्थं त्रैलोक्यदुर्लभं लोका यत्रोद्धृता पूर्वं विष्णुना प्रभविष्णुना लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतं स्नात्वा तीर्थवरे राजन् लोकानुद्धरते स्वकान् श्रीतीर्थं च समासाद्य विन्ददे श्रियमुत्तमाम् कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः तत्र स्नात्वार्चयित्वा च देवानि कपितृंस्तथा कपिलानां सहस्रस्य फलं विन्ददि मानवः सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः अर्चयित्वा पितॄन् देवानुपवासपरायणः अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति गवां भवनमासाद्य तीर्थसेवी यथाक्रमं तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेद गङ्गातीर्थं समासाद्य तीर्थसेवी नराधिप केव्यास्तीर्थे नरस्नात्वा लभदे वीर्यमुत्तमम् ततो गच्छेद राजेन्द्रद्वारपालं लवर्णकं तस्य तीर्थे सरस्वत्यां यथेन्द्रस्य महात्मनः तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेद ततो गच्छेद धर्मज्ञब्रह्मावर्तं नराधिप ब्रह्मावर्ते नरस्नात्वा ब्रह्मलोकमवाप्नुयात् ततो गच्छेद धर्मज्ञसुदीर्थकमनुत्तमं यत्र सन्निहिता नित्यं पितरो दैवतैः सह तत्राभिषेकं कुर्वीद पितृदेवार्चने रतः अश्वमेधमवाप्नोति पितृलोकं च गच्छति ततोऽन्यतीर्थं धर्मज्ञ समासाद्य यथाक्रमं काशीश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते मातृतीर्थं च तत्रैव यत्र स्नातस्य पार्थिव प्रजाविवर्धते राजन् स्वर्गतिं समवाप्नुयाद तदशीदवनं गच्छेन्नियतो नियताशनः तीर्थं तत्र महाराज महदन्यत्र दुर्लभं पुनादि दर्शनादेव दण्डेनैकं नराधिप केशानावप्य वै तस्मिन् पूदो भवति भारत तत्र तीर्थवरं चान्यस्नाद लोकार्तिकं स्मृतं तत्र विप्रानरव्याक्र विद्वांसस्तत्र तत्पराः गतिं गच्छन्ति परमां स्नात्वा भरदसत्तम स्वर्णलोमापनयने तीर्थे भरदसत्तम प्राणायामैर्निर्हरन्ति स्वलोमानि द्विजोत्तमाः भूतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिं दशाश्वमेधिके चैव तस्मिंस्तीर्थे महीपते तत्र स्नात्वा नरव्याघ्र गच्छन्ति परमां गतिं ततो गच्छेद राजेन्द्र मानुषं लोकविश्रुतं तत्र कृष्णामृगा राजन् व्याधेन शरपीडिताः विगाह्य तस्मिन् सरसि मानुषत्वमुपागताः तस्मिंस्तीर्थे नरस्नात्वा ब्रह्मचारी समाहितः सर्वपापविशुद्धात्मा स्वर्लोके महीयते। मानुषस्य दुपूर्वेण क्रोशमात्रं महीपते। आपका नाम विख्याता नदी सिद्धनिषेविता। श्यामाकभोजनं तत्र यः प्रयच्छति मानवः, देवान् पितॄन् समुद्दिश्य तस्य धर्मफलं महद। एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता। तत्र स्नात्वार्चयित्वा च दैवतानि पितृंस्तथा। उषित्वा रजनीमेघामग्निष्टोमफलं लभेद। ततो गच्छेदधर्मज्ञब्रह्मणस्थानमुत्तमम्। ब्रह्मानुस्वरमित्येवं प्रकाशं भुवि भारत। तत्र सप्तर्षिकुण्डेषु स्नातस्य भरदर्षभ। केदारे चैव राजेन्द्रकपिलस्य महात्मनः। ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः। सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते। कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम्। अन्तर्धानमवाप्नोति तपसा दग्धकिल्बिषः। ततो गच्छेद राजेन्द्र सर्वकं लोकविश्रुतम्। कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजं लभते सर्वकामान् हि स्वर्गलोकं च गच्छति। तिस्रकोट्यश्च तीर्थानां प्रवरं कुरुनन्दन। रुद्रकोटी तथा कूपे ह्रदेषु च समन्तकः। इलास्पदं च तत्रैव तीर्थं भरदसत्तम। तत्र स्नात्वार्चयित्वा च दैवतानि पितृनपि। न दुर्गतिमवाप्नोति वाजपेयं च विन्दति। किं दाने च नरस्नात्वा किं जपे जमहीपदे। अप्रमेयमवाप्नोति दानं यज्ञं तथैव च। कलश्यां वार्युपस्पृश्य श्रद्धधानो जितेन्द्रियः। अग्निष्ठोमस्य यज्ञस्य फलं प्राप्नोति मानवः। सरकस्य दुपूर्वेण नारदस्य महात्मनः। कुरुश्रेष्ठशुभं तीर्थं रामजन्मेदि विश्रुतं। तत्र तीर्थे नरस्नात्वा प्राणांश्चोत्सृज्य भारत। नारदेनाभ्यनुज्ञातो लोकानाप्नोति दुर्लभान्। शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेद। तत्र स्नात्वा नरो राजन् पुण्डरीकफलं लभेद। तत्र स्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतं। तत्र वैतरणी पुण्या नदी पापप्रमोचनी। तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजं। सर्वपापविशुद्धात्मा गच्छेद परमां गतिं। ततो गच्छेद राजेन्द्र फलकी वनमुत्तमम्। तत्र देवाः सदा राजन् फलकी वनमाश्रिताः। तपश्चरन्ति विपुलं बहुवर्षसहस्रकं। दृशत्पाने नरस्नात्वा तर्पयित्वा च देवताः। अग्निष्ठोमादिरात्राभ्यां फलं विन्दन्ति मानवः। तीर्थे च सर्वदेवानां स्नात्वा भरदसत्तम। गोसहस्रस्य राजेन्द्रफलमाप्नोति मानवः। पाणिख्यादे नरस्नात्वा तर्पयित्वा च देवताः अवाप्नुदे राजसूयमृषिलोकं च गच्छति ततो गच्छेद धर्मज्ञमिश्रकं लोकविश्रुतं तत्र तीर्थानि राजेन्द्रमिश्रितानि महात्मना व्यासेन नृपशार्दूलद्विजार्थमिति न श्रुतं सर्वतीर्थेषु सस्नादि मिश्रके स्नादियो नरः तदो व्यासवनं गच्छेन्नियदो नियताशनः मनोद्यवे नरस्नात्वा गोसहस्रफलं लभेद गत्वा मधुवनीं चापि देव्यास्थानं नरशुचिः तत्र स्नात्वार्चये देवान् पितृंश्च नियतशुचिः स देव्या समनुज्ञादो गोसहस्रफलं लभेद कौशिक्याः सङ्गमे यस्तु दृश्रद्वत्याश्च भारत स्नादो वैनियदाहार सर्वपापैः प्रमुच्यते ततो व्यासस्थली नाम यत्र व्यासेन धीमता पुत्रशोकाभितप्तेन देहत्यागाय निश्चयः कृतो देवैश्च राजेन्द्र पुनरुद्धापितस्तथा अभिगम्यस्थलद्यं तस्य गोसहस्रफलं लभेद ऋणान्तं कूपमासाद्य तिलप्रस्थं प्रदाय च गच्छेद परमां सिद्धि मृणैर्मुक्तो नरेश्वर वेदीतीर्थे नरस्नात्वा गोसहस्रफलं लभेद अहश्च सुदिनश्चैव द्वे तीर्थे नृपदुर्लभे तयोस्नात्वा नरश्रेष्ठ सूर्यलोकमवाप्नुयाद मृगधूमं तदो गच्छेत्त्रिषु लोकेषु विश्रुतं तत्र रुद्रपदे स्नात्वा समभ्यर्च्य च मानवः शूलपाणिं महात्मानमश्वमेधफलं लभेद होडितीर्थे नरस्नात्वा गोसहस्रफलं लभेद अथवा मनकं गत्वा त्रिषु लोकेषु विश्रुतं तत्र विष्णुपदे स्नात्वा समभ्यर्च्य च वामनम् सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयाद कुलं पुने नरस्नात्वा पुनादिस्वकुलं नरः पवनस्य ह्रदं गत्वा मरुदां तीर्थमुत्तमं तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते अमराणां ह्रदे स्नात्वा समभ्यर्च्यामराधिपम् अमराणां प्रभावेण स्वर्गलोके महीयते शालिहोत्रस्य राजेन्द्र शालिसूर्ये यथाविधि स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेद श्रीकुञ्जं च सरस्वत्यां तीर्थं भरदसत्तम तत्र स्नात्वा नरो राजन्नग्निष्टोम फलं लभेद ततो नैमिषिकुञ्जं च समासाद्य सुदुर्लभं ऋषय किल राजेन्द्र नैमिषेयास्तपोधनाः तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रे गदाः पुरा ततः कुञ्जः सरस्वत्यां कृतो भरदसत्तम ऋषीणामवकाश स्याद्यथा तुष्टिकरो महान् तस्मिन् कुञ्जे नरस्नात्वा गोसहस्रफलं लभेद इति श्रीपात्मे महापुराणे स्वर्गखण्डे षड्विंशोऽध्यायः ॐ